पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 108 नारद उवाच इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाचः धर्मदत्त उवाच आराधयन्ति सर्वेऽपि विष्णुं भक्तार्तिनाशिनं यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि विष्णुप्रीतिकरं तेषां विष्णुसान्निध्यकारकं यत्कृत्वा तानि तीर्णानि सर्वाण्यपि भवन्ति हि गणावूचदुः साधु पृष्ठं त्वया विप्र शृणुष्वैकाग्रमानसः सेदिहासां कथां विप्र कथ्यमानां पुरा भवां कान्तिपुर्यां पुरा चोलचक्रवर्ती नृपो भवद यस्य नाम्ना च दे देशाच्चोलाख्या अभवन् किल यस्मिन् शास्सदि भूचक्रं दरिद्रो नैव दुःखितः पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः यस्याप्यत्यन्तयज्ञस्य ताम्रपर्णी तडावुभौ सुवर्णयूपै शोभाढ्या वास्तां चैत्ररथोपमौ न कदाचिदगाद्राजा ह्यनन्तशयनं द्विज यत्रासौ जगदां नाधो योगनिद्रामुपासदे तत्र श्रीरमणं देवं सम्पूज्य विधिवन्नृपः मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः प्रणम्य दण्डवद्यावदुपविष्टः स तत्र वै तावद्ब्राह्मणमायां तमपश्यद्देवसन्निधौ देवार्चनार्थमायां तं तुलस्युदकपाणिनं स्वपुरीवासिनं तत्र विष्णुदासाह्वयं द्विजं तत्राभ्येत्य स विप्रर्षिर्देवदेवमपूजयद विष्णुसूक्तेन संस्नाप्य तुलसीमञ्जरीदलैः तुलसीपूजया तस्य रत्नपूजां तथा कृताम् आच्छादिदां समालोक्य राजा क्रुद्धो ब्रवीद्वजः राजोवाच माणिक्यस्वर्णपूजात्र शोभाढ्या या मया कृता विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः विष्णुभक्तिं न जानासि वराकोऽसि मदो मम यस्त्विमामदिशोभाढ्यां पूजामाच्छादयस्यहो इति तद्वचनं श्रुत्वा सक्रोधः सद्विजोत्तमः राज्ञो गौरवमुल्लङ्घ्य जगादवचनं तदा विष्णुदास उवाच राजन्मुक्तिं न जानासि गर्वितोऽसि नृपश्रीया किं सिद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तद गणावूचतुः तद्ब्राह्मणवच श्रुत्वा प्रहस्य स नृपोत्तमः विष्णुदासं तदा गर्वादुवाच वचनं द्विज इद्धं चेत् कथ्यसे विप्र विष्णुभक्त्यादिगर्विदः भक्तिस्ते कियदि विष्णोर्दरिद्रस्याधनस्य च यज्ञदानादिकं चैव विष्णुतुष्टिकरं कृतं नापि देवालयं पूर्वं त्वया विप्रक्वचित् कृतम् ईदृशस्यापि दे गर्व एष तिष्ठति भक्तितः तच्छृण्वं तु वचो मेद्य सर्वेऽप्येते द्विजोत्तमाः साक्षात्कारमहं विष्णोरेष वादो गमिष्यति यथा तु सर्वेऽपि तदो भक्तिं ज्ञास्यथ चावयोः गणावूचदुः इत्युक्त्वा स नृपो गच्छन्निजं राजगृहं द्विजः अरेभे वैष्णवं सत्रं कृत्वा चार्यं तु मुद्गलं ऋषिसङ्घसमाजुष्टं बभूव बहुदक्षिणं यद्वद्ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमद विष्णु दासोऽपि तत्रैव तस्थौ देवालये व्रति पञ्चैतान्नियमान् कृत्वा विष्णु तुष्टिकरान् सदा माखोर्जयोर्व्रतं सम्यक् तुलसीवनपालनम् एकादशीव्रतं चाप्यं द्वादशाक्षरविद्यया उपचारै षोडशभिर्गीतनृत्यादिमङ्गलैः नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोद नित्यं संस्मरणं विष्णोर्गच्छन् भुञ्जन् स्वपन्नपि सर्वभूतस्थितं विष्णुमपश्यत् समदर्शनः माककार्तिकयोर्नित्यं विशेषनियमानपि अकरोद्विष्णुतुष्ट्यर्थं सोऽध्यापनविधिं तथा एवं समाराधयदो श्रियः पदिं तयोस्तु चोलेश्वरविष्णुदासयोः अगाधनेहा बहु तद्व्रतस्थयोस्तन्निष्टकर्मेन्द्रिय कर्मणोस्तयोः इति श्री पद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने अष्टाधिकशततमोऽध्यायः ॐ